येनाक्षरसमाम्नायम् अधिगम न महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॐ सहनाभवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः नमस्ते भगिनि हरिः ओम् नमस्ते न श्रूयते का वदति अहं पूर्णिमा भगिनी मम ध्वनिः सम्यक् नास्ति शक्नोमि किञ्चित् उच्चैः वदति न न शक्यते मम ओहो स्वास्थ्यं सम्यक् नास्ति वा न स्वास्थ्यं सम्यक् अस्ति कण्ठं सम्यक् नास्ति वोकल् कार्ड् सम्यक् नास्ति ओ ओके ओके चिन्ता मास्तु शृणोमि शृणोमि एव ओके ओके ओके ओके अद्य नूतनकरपत्रस्य आरम्भं कुर्मः इति गतावसरे निश्चितं कृतं किमपि प्रश्नः अस्ति चेत् वदन्तु अन्यथा नूतनम् आरम्भं कुर्मः ओके कोऽपि किमपि वक्तुम् इच्छति करपत्रं कुर्मः उषायाः नाम अहं न आहूतवती हा बहुकालम् अभवत् उषा पठनं महोदयः आम् अहं पठामि महोदय पठतु सुदादिगणे न गुणः भुवादिगणः सुदादिगणः इत्यनयोः विकरणप्रत्ययस्य अनुबन्ध लोपा अनन्तरम् अ एव अवशिष्यते इति अस्माभिः दृष्टम् तयोः गणयोः तिगन्तपदानां साम्यम् अपि अस्ति यथा भवादौ भवति तुदादौ लिखति उभयत्र ति इत्यस्य इत्यस्मात् पूर्वम् अकारः तर्हि किमर्थं गुणद्वयम् एतावता प्रायः सर्वे जानीयुः यत् भुवादिगणे गुणकार्यं भवति तुदादिगणे च गुणकार्यं निषिध्यते अस्मिन् पाठे किमर्थं तुदादिगणे गुणः न भवति इति परिशीलयिष्यामः ओके किम् किं किं वयं पठितवन्तः तस्मिन् विषये दत्तमस्ति किञ्चित् पुनस्मरणं करोति वा आं महोदय दिस् पेर ऐ एम् एबल् टु से भवादिगणे तुदादिगणे द्वयोः विकर्णप्रत्ययः लोपः षित् भवति आ एव अवशिष्यते परन्तु भुवादिगणे गुणकार्यं भुवादिगणे विकरणप्रत्ययः किं शप् शप् तत्र अवशिष्टभागः किम् कानि कानि सूत्राणि वयम् उपयुज्य अ इति अवशिष्टभागं प्राप्नुमः लशपद्धतिते इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति सकारः लोपः भवति अतः षित् एव पित् हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन पकारः लोपः भवति पित् अवशिष्यते परन्तु तुदादिगणे ष एव अस्ति लटक् वर्तते इति सूत्रेण शकारः इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति अवशिष्यते. पकारः नास्ति, अपित् अस्ति, अतः गुणः नास्ति. ओके, अतः गुणः नास्ति, तत् अग्रे वयं पठिष्यामः. ओके ओके, वादिगणे गुणकार्यं कुर्मः, परन्तु तुदादिगणे गुणकार्यं न कुर्मः. साक्षात् उदाहरणमपि वयं दृष्टवन्तः न, भवति इति आगच्छति भूधातोः, लिख् धातोः लिखति, इ तत्रैव तिष्ठति, तस्य परिवर्तनं न भवति. ओके, यावत्पर्यन्तं सर्वे अवगतवन्तः? ओके, आं भगिनि. मुत्तुलक्ष्मी, भवत्याः ध्वनिः अपि बहुकालम् अभवत्, न श्रुतम्, पठतु. नमो नमः महोदय. नमो नमः. दृष्टान्ते भू धातुः इगन्तः अस्ति, शप् प्रत्यये परे इगन्तभू धातोः ऊकारस्य गुणादेशः भवति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण बुद् धातोः उपधायां लघु इक् वर्णः, अतः शप् प्रत्यये परे तस्य बुद् धातोः उकारस्य गुणादेशः भवति. उकन्तलघुपथस्य च इति सूत्रेण आहत्य वादिगणे इकन्तधातूनां इक् वर्णस्य गुणः, उपधायां ह्रस्व इक् वर्णस्य गुणः च. अधुना तुदादिगणे तत् अवस्थाद्वयम् अस्ति चेदपि गुणः न. इत्युक्तौ इकन्तधातूनां इक् वर्णस्य गुणः न, तथा हि उपधायां ह्रस्व इक् वर्णस्य गुणः न. यद्यपि तुदादिगणे शविकरणप्रत्ययः शित् अस्ति भ्वादि गणस्य शप् इव, तथापि तुदादौ गुणः न भवति. ओके, पर्याप्तं. इदानीं स्पष्टीकरणं किञ्चित् करोतु एतस्य. भिन्नता कुत्र अस्ति, कथम् अस्ति, तस्मिन् विषये अत्र उक्तम् अस्ति न? अस्तु, दृष्टान्ते भू धातुः इकन्तः अस्ति, इक् वर्णः अस्ति भू धातोः मध्ये. मध्ये न, अन्ते. क्षम्यताम्. ओके, इकन्तधातुः एव भू धातुः. शप्रत्यये परे इकन्तभूधातोः ऊकारस्य गुणादेशः भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रेण तथा बुद्धातोः अपि उपतायां लघु इक् वर्णः अस्ति, अतः शप्रत्यये परे तस्य बुद्धातोः अपि उकारस्य गुणादेशः भवति. पुगन्तलघुपतस्य च इति सूत्रेण आहत्य भुवादिगणे इकन्तधातूनाम् इक् वर्णस्य अपि गुणः भवति, उपतायां ह्रस्व इक् वर्णस्य अपि गुणः भवति, परन्तु तुतादिगणे गुणकार्यस्य गुणकार्यं न भवति. अवस्था द्वयम् अस्ति, द्वयोः सूत्रयोः अवस्था अस्ति, तथापि गुणकार्यं न भवति. अवस्था अस्ति इत्युक्ते किम्? अवकाशः अस्ति, कारणं चित् अस्ति, चित् अस्ति इति कारणात् अस्ति, परन्तु गुणकार्यं न भवति. अवगतम्? ओके, यदा यदा किमपि वर्णस्य इत्संज्ञा वयं कुर्मः तदा तदा तस्य नाम अपि आगच्छति. उदाहरणार्थं शप् इति यदस्ति तत्र शकारस्य इत्संज्ञा भवति, अतः शप् प्रत्ययस्य अन्यनाम शित्. शप् प्रत्ययस्य पकारः अपि इत्संज्ञा भवति, अतः प्रत्ययस्य हा वदतु अन्य नाम किम् सार्वधातुकप्रत्ययः न अहं संज्ञायाः आधारेण नाम कथम् आगच्छति तस्मिन् विषये वदामि शप् प्रत्यये शकारस्य इत्संज्ञा भवति अतः षित् षित् पकारस्य अपि इत्संज्ञा भवति अतः पित् अतः षित् प्रत्ययस्य कति नामानि सन्ति शप् पित् सार्वधातुकप्रत्ययः सम्यक् अतः शप् पित् इति नामद्वयम् अस्ति शप् प्रत्ययस्य इदानीं तुदादिगणीयधातु यस्य विकरणप्रत्ययः श अस्ति तस्य के नामानि सन्ति नामानि शकारस्य इत् अतः षित् नाम एव अस्ति आ एव अवशिष्टरूपं गुणकार्यं विधीयते षित् अस्ति इति कारणात् कार्यस्य अवकाशः प्राप्नोति सुदादिगणीयधातवः गुणकार्यस्य अवकाशः प्राप्नुवन्ति परन्तु तदनन्तरं किमर्थं गुणकार्यं न भवति तदग्रे पश्यामः पित् न पकारस्य इति नास्ति अतः अपित् गुणकार्यं बाधयति अग्रे पठितवती तिष्ठतु किञ्चित् अग्रे पठामः इदानीं प्रतिभा भवत्याः अपि ध्वनिः बहुकालम् अस्ति अस्ति न श्रुतं गतवारे उक्तवती खलु भगिनि नमस्ते भगिनि सम्यक् सुप्रभातम् सुप्रभातं शुभदिनम् अग्रे पठतु आं भगिनि आदिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति तस्य गुणस्य कारणम् अस्माभिः ज्ञायते इगन्तधातुः भवतु लघूपधातुः भवतु उभयत्र गुणस्य निमित्तं शप् इति विकरणप्रत्ययः ओके यावत्पर्यन्तं वयं तु स्पष्टीकरणं कृतवन्तः अग्रे पठतु आं भगिनि शप् इति विकरणप्रत्यय शप् विकरणप्रत्यये शकारस्य इत्संज्ञा लोपः च इति कारणतः शप् षित् यस्य शकारः इत् सः षित् तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकं शप् सार्वधातुकसंज्ञकप्रत्ययः इति कारणात् सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातो इकः गुणः उगन्तलघूपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च इति दृष्टवन्तः नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः ओके शप् एव कारणम् इति शप् एव कारणम् इति गुणकार्यस्य कारणम् इति शप् एव गुणकार्यस्य कारणम् इति वयं जानीमः ओके आं भगिनि अधुना पठामि अग्रे पठामि वा अग्रे अन्य कोऽपि पठति हा चिन्ता मास्तु भगिनि सर्वेषां कृते किञ्चित् किञ्चित् ध्वनि अहं श्रोतुं तु इच्छामि सीतालक्ष्मी महोदय नमस्ते अधुना तुदादिगणे विकरणप्रत्ययः शः स च विकरणप्रत्ययः श एव हलो वदतु वदतु अग्रे स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्संज्ञा लोपः च इति कारणात् स षित् यस्य शकारः इत् सः षित् तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञः तर्हि तुदादिगणे अपि सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः भवेत्, पुगन्तलघुपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च भवेत्, इदं सर्वं सत्यं सत्यपि गुणः न भवति, तर्हि कः भेदः? श प्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत् किमर्थं भादिगणे यत्र गुणः भवति तत्र तुदादिगणे न भवति? ओके, प्रश्नकरणं करोतु। प्रश्नं किम् उदेति, कथम् उदेति, कस्मिन् विषये अत्र दत्तमस्ति? बाधुगणे अपि शप् विकरणप्रत्ययः आगच्छति, तुदादिगणे अपि श विकरणप्रत्ययः विकरणप्रत्ययः, परन्तु वादिगणे विकरणप्रत्यय शप् शप् इति इत्संज्ञा भवति, तदा अकारः आगच्छति। तुदादिगणे अपि अकारः, परन्तु सूत्रेण सा प्रत्ययः सार्वधातुकसंज्ञकः भवति, तर्हि तुदादिगणे सार्वधातुक अर्धधातुक इति सूत्रेण इगन्त इक वर्णः गुणः भवति, परन्तु ये सत्यं न सद्यापि गुणः न भवति, तर्हि कः भेदः इति सा प्रत्यये गुणकार्यं प्रेरणार्थकं भवति। किमर्थं वादिगणे यत्र गुणः भवति तदादिगणे न भवति इति सूचयति, इति पृच्छति। किं कारणेन प्रश्नम् उदेति? शप्रत्य शकारस्य तदादिगणे वदतु। ओके, इत्संज्ञा भवति, इत्संज्ञा भवति भादिगणे, सुदादिगणे भवति वा? सुदादिगणे अपि भवति। एकनिमिषम्, अग्रे अग्रे एवमेवं झटिति मा वदतु। सुदादिगणे शकारस्य इत्संज्ञा भवति, वादिगणे शकारस्य इत्संज्ञा भवति, तेन कारणेन तस्य अन्यनाम किम् आगच्छति? इत्संज्ञा शकारस्य अस्ति चेत् नाम किम्? षित्। ओके, षित् इति नामकरणं कृतं चेत् तेन कारणेन षित् अस्ति, तेन कारणेन सूत्रं किम् आगच्छति तत्र? पकारः नास्ति महोदय, न अहं कारणं न पृच्छामि, अहं कारणेन के कानि सूत्राणि उपयुक्तानि सन्ति शप् विषये? शकारः लषत्कतद्धिते इति सूत्रेण शकारः इत्संज्ञा भवति, पकार अलन्त्यम् हलन्त्यम् इत्युक्ते अलन्त्येन सूत्रेण पकारः इत्संज्ञा भवति, आकार एव विकरणप्रत्ययः सिद्धति सिद्ध्यति। ओके, आकारः इत्संज्ञा भवति, तेन कारणेन तस्य नाम किं भवति? षित्। षित्, षित्। ओके, इदानीं षित् तस्य नाम अस्ति, तेन कारणेन किं किं सूत्रं वयम् उपयोगं कुर्मः? तिङ्क्षित् सार्वधातुक अर्धधातुकयोः सूत्र, तदपि अनन्तरम् इतोपि एकम् अस्ति न लघुपदस्य च सूत्रत्रयं वयं पठितवन्तः, तिङ्क्षित् सार्वधातुकं सार्वधातुक अर्धधातुकयोः उगन्तलघुपदस्य लशक्वतदिते इत् संज्ञा कारणेन ओके अत्र तु षित् अस्ति तेन कारणेन किञ्चित् सार्वधातुकम् उपयोगं कर्तुं शक्नुमः सार्वधातुकार्धधातुकयोः उपयोगं कर्तुं शक्नुमः उगन्तलघुपदस्य च एतस्यापि उपयोगं कर्तुं शक्नुमः ओके किमर्थं मूलकारणं किं प्रत्ययः षित् न शप् न इदानीं शप् मा वदतु ओके तुदादिगणे यदस्ति तदपि षित् अस्ति वा न षित् अस्ति पित् नास्ति न अपित् अस्ति निमिषं केवलं तस्य उत्तरं ददातु सोपानेन वयम् अग्रे गच्छामः तदा एव क्लारिटि आगच्छति अस्माकं किं प्रोसेसिङ्ग् यदस्ति न प्रक्रिया वयं कुर्मः तदा सोपानेन गच्छामः चेत् किं किं सूत्रं कदा कदा उपयोगं कर्तव्यं तस्य ज्ञानं वयं प्राप्नुमः ओके प्रथमं तु वयं षित् अस्ति इति निर्णयं कृतवन्तः वादिगणे अपि षित् अस्ति वादिगणेपि षित् अस्ति ओके वादिगणे षित् अस्ति तेन कारणेन वयं तिंषित् सार्वधातुकम् इति सूत्रस्य उपयोगं कर्तुं शक्तवन्तः सार्वधातुकार्धधातुकयोः एतस्यापि अवकाशः अस्ति उपयोगमपि कृतं पुगन्तलघुपदस्य च तदपि वयम् उपयोगं कृतवन्तः परन्तु तुदादिगणे षित् अस्ति परन्तु एतत् कोऽपि सूत्रस्य उपयोगं नास्ति किमर्थं तस्य कारणम् अग्रे पश्यामः ओके भवन्तः सर्वे अग्रे पठित्वा उत्तरं दास्यन्ति दत्तवन्तः अपि परन्तु तस्य जस्टिफिकेशन् न दत्तवन्तः न किं स्पष्टमस्ति ओके अतः इदानीं तस्य स्पष्टीकरणं पश्यामः इदानीं का आगच्छति सर्वमङ्गला नमस्ते महोदय अत्र केचन प्रश्नाः शपि शप् प्रत्यये पकारस्य किं कार्यम् पकारः नास्ति चेत् कः प्रभावः तुदादिगणे विकरणप्रत्ययः श एव शप् न नाम पकारः नास्ति तर्हि पकारस्य अभावे किं भवति ओके प्रश्नः उदेति अस्माकम् अध्ययनस्य आरम्भे एवम् उक्तमासीत् विकरणप्रत्यये इत्संज्ञकशकारस्य कार्यं गुणस्य कृते प्रेरयति धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति विकरणप्रत्यये इत्संज्ञकपकारस्य कार्यं तस्य पकारस्य अभावे गुणस्य अवरोधः भवति ओके स्पष्टीकरणं करोतु अग्रिमवाक्यमपि पठतु तदनन्तरं स्पष्टीकरणम् आरम्भं करोतु इत्संज्ञकशकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितं व्याख्यां जानीमः सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति ओके तावत्पर्यन्तं विकरणप्रत्यये भ्वादिगणे शप् विकरणप्रत्यये शकरस्य लशक्वत्तद्दिते इति सूत्रेण शकरस्य किं भिन्नता कुत्र अस्ति किम् अस्ति पकारस्य अभावः अस्ति तुदादिगणे तदर्थं तस्य पकारस्य अभावे गुणस्य अवरोधः भवति अवरोधः इति गुणः न भवति इत्सङ्गकारस्य कार्यं कथं भवति इति वयं दृष्टामः अधुनास्य कार्यं किं गुणकार्यं प्रेरयति गुणकार्यस्य कृते गुणकार्यस्य कृते द्वारम् उद्घाटयति अवगतम् गुणकार्यस्य कृते द्वार उद्घाटनं शकारः करोति परन्तु अग्रे पश्यामः मकारस्य किम् उपयोगम् इति पठति विजया अग्रिमभागं पठति नमस्कारः महोदय पठामि ईत्सञ्जक शकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति इति भ्वादिगणे विकर्णप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति अतः सारल्यार्थं द्वादिगणे पकारसम्बन्धसूत्रसहितचर्चा न जाता परन्तु तुदादिगणे पकारस्य अभावे गुण अवरोधः स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम् लिक् धातोः उदाहरणम् अत्र अवलोकयाम प्रथमबिन्दुः अत्र लिक् लट्लकारविवक्षायां प्रथमपुरुषैक एकवचने विकर्णप्रत्ययस्य योजने लिक् अत्र अनन्तरं द्वितीयबिन्दुः सूचयति लिक् योगः श वादिगणे अत्र एकनिमिषम् इदानीं द्वितीयबिन्दु पठतु श इति तुदादिगणे अस्ति लिक् योगः श योगः ति लशकोतत्तिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा तस्य लोपः इत्यनेन शकारलोपः भवति अकार एव तिष्ठति इदानीं लिक् योगः आ योगः ति इति भवति अत्र मे षित् अस्ति अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञकः अपि अस्ति पुहन्तलघुपदस्य च इत्यनेन सूत्रेण लिक् धातोः उपधायां ह्रस्व इकारः गुणप्रसक्तिः अस्ति अतः अनेन लेखति इति स्यात् अत्र स्यात् एव एतत् आगन्तुम् अत्र शक्यते इति दत्तम् किन्तु श विकर्णप्रत्ययः न केवलं षित् अपि तु अपित् अस्ति अपित् इत्युक्ते किम् अत्र एतत् विषये किञ्चित् दत्तं यस्मिन् इत् संज्ञकः पकारः नास्ति सः अपित् इति उच्यते अपित् इति गुणनिषेधककार्यं भवति अग्रे पश्यामः विकर्णप्रत्ययः श षित् अस्ति इति स्मरतु नाम यद्यपि शकारस्य लोपः जातः तदापि शकारस्य प्रभावः अस्ति एव अतः यतः लोपः इति उक्ते अदृश्यः न तु अपगतः परन्तु तुदादिगणे विकर्णप्रत्ययस्य पकारः नास्ति एव पकारः लोपः इति न पकारः नास्ति एव अतः श विकर्णप्रत्ययस्य सा श विकर्णप्रत्ययः अपित् इति उच्यते. अपित् इति तत्र स्पष्टीकरणं करणार्थं श शप् श तुदादिगणे श एव तिष्ठति, शप् नास्ति अत्र. शप् इदानीम् अपित् भवति. अपित् इत्युक्ते स्पष्टीकरणार्थं तत्र दत्तम् एतत् गुणकार्यं निषेधम् अत्र भवति इति. तिंक्षित् सार्वधातुकम् इत्यनेन षित् शकारः षित् अस्ति, परन्तु अत्र अपित् अस्ति. श अनुबन्धलोपानन्तरम् अकार एव तिष्ठति. एतदपि समीचीनं, भुवादिगणे तादृशमेव भवति, परन्तु अत्र श इति पकारस्य लोपः भूत्वा एव अत्र तिष्ठति तुदादिगणे. एतत् पकारः अत्र नास्ति, गुणनिषेधः भवति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे शकारः अपित् अस्ति. अतः तत्र जानीमः गुणनिषेधः भवति इति. उदाहरणरूपेण लिक् धातुः अत्र पुगन्तलघुपदस्य च इति कार्यं भवति एव, परन्तु एतदपि न तत्र भवति. किमर्थं चेत् एतत् शकारः श अपित् अस्ति, अतः गुणनिषेधः भवति इति तत्र दत्तं. मया सम्यक् उक्तं वा? इतोपि किञ्चित् वक्तव्यं चेत् भवती एव वदतु महोदय. किञ्चित् कन्फ्यूषन् अस्ति. ओके, इदानीं किञ्चित् कम्पेरिसन् कुर्मः. वादिगणे विकरणप्रत्ययः किम्? श विकरणप्रत्ययः शप् शप् अस्ति. विकरणप्रत्ययं शप् अस्ति वादिगणे. विकरणप्रत्ययः शप् अस्ति, तेन कारणेन अन्यनामानि कानि? तिंक्षित् सार्वधातुकं गच्छति, तेन कारणेन किं किम् अन्यनामानि आगच्छन्ति वादिगणे? वादिगणे कर्तरि शप् इति आगच्छति. विकरणप्रत्ययः शप् आगच्छति. ओके, आम् आम्. शप् तत्र तु शकारस्य इत्संज्ञा भवति, पकारस्य इत्संज्ञा भवति, अतः नामानि कानि आगच्छन्ति शप् प्रत्ययस्य? अन्यनामानि अवगतं वा न प्रश्नं? यस्य इत्संज्ञा भवति तेन कारणेन नाम अपि आगच्छति न? न अवगतम्? ओके, गीता. आं भगिनि. इदानीं तदेव प्रश्नं, वादिगणे विकरणप्रत्ययः किम्? शप् अस्ति. शप् अस्ति. शप् तत्र इत्संज्ञकवर्णाः काः? षित् पित् शकारः पकारः. तेन कारणेन षित् पित् इति नामद्वयम् आगच्छति. सार्वधातुक आर्धधातुकयोः एकनिमिषम् एकनिमिषम् अहं तत्र न गच्छामि इदानीं. कम्पेरिसन् करोमि वादिगणीय सुदादिगणीय विकरणप्रत्ययविषये. ओके, आम् आम्. इदानीं वादिगणे विकरणप्रत्ययस्य नाम शप् नैने शप् षित् पित् षित् पित् इति नामद्वयमस्ति. आम् आम् आं भगिनि. इदानीम् आगच्छतु तुदादिगणे. तुदादिगणः किं? श एव. श एव. ओके, अतः आं भगिनि. कस्य इत्संज्ञा भवति? षित् एव भवति. न न, कस्य? शकारस्य इत्संज्ञा भवति. प्रश्नं शृणोतु. आं भगिनि, आं भगिनि, आं भगिनि. शकारस्य इत्संज्ञा भवति. शकारस्य इत्संज्ञा भवति तेन कारणेन नाम किम् आगच्छति? लषक्व तद्दिते इति कारणेन शकारस्य इत्संज्ञा भवति. सर्वं तु समाप्तम्. शकारस्य इत्संज्ञा अभवत् तेन कारणेन षित् इति नाम. सुदादिगणे नाम आगन्तुं शक्यते वा? तुधादिगणे शकारः अस्ति इति शकार षित् इति अस्ति इति कारणेन गुणस्य एकनिमिषम् इदानीं वयं केवलं नामनिर्णयं कुर्मः ओके आं भगिनि अस्तु भगिनि वादिगणे शप् प्रत्ययः तेन कारणेन षित् इति एकं नाम द्वितीयं नाम अस्ति इति नाम वयं प्राप्नुमः अवगतं भगिनि कति नामानि वयं प्राप्नुमः षित्ति इति एव एकमेव नाममस्ति अस्ति वा हा तत्र पित् शक्यते वा न न भगिनि न शक्यते पित् नास्ति किमर्थम् आं भगिनि किमर्थम् शा एव अस्ति तत्र विकरणप्रत्ययः शा एव अस्ति इति कारणेन एव अस्ति अतः आदौ एव पकारस्य समस्या एव न आसीत् किमर्थं तत्र न आगतम् अतः शा यदस्ति सुदादिगणीयधातु तस्य अन्यनाम अपित् अपित् अवगतम् आं भगिनि पित् नास्ति इति कारणेन अपित् अस्ति इति अस्ति ओके अस्तु भगिनि यावत्पर्यन्तम् अवगतम् अग्रे पठतु सार्वधातुकमपित् सार्वधातुकम् अपित् अनुवृद्धिसहितं सूत्रं सार्वधातुकम् अपित् ङित् अर्थः अर्थः एवम् अपित् सार्वधातुकं ङित् इव अस्ति अयम् अयम् अतिदेशः इत्युक्ते इति उच्यते अतिदेशः नाम यस्य स्वभावः तथा नास्ति सः तथा भवतु इति विधानम् यथा सिंहते यथा सिंहो मानवकः इत्युक्ते बालकः सिंहः नास्ति परन्तु वीरो मानवकः सिंहः इव अतः मानवके सिंहस्य वीरलक्षणम् अद्य आरोपितम् अर्थं किम् अवगतवती अत्र ङित् सार्वधातुकम् अपित् अपित् इत्युक्ते ङित् ङित् इव भवति भवति पुनः तस्मिन् आगच्छति आम् ओके अग्रे उदाहरणम् अति उदाहरणं बालकस्य बालकः मानवकः सिंहः नास्ति परन्तु सिंहो मानवकः इति वदामः सिंहः इव मानवकः सिंहः इव अर्थं किम् आगच्छति तत्र मानवके सिंहस्य वीरलक्षणमस्ति लक्षणमस्ति इति कारणेन सिंहो मानवकः इति वदामः तावत्पर्यन्तम् अवगतम् अतः आं भगिनि यदस्ति तस्य अतिदेश इति किं गुणः आगच्छति ङित् ङित्वत् ओके ङित् यदस्ति यदा ङित् नाम अस्ति इत्युक्ते ङकारस्य इत्संज्ञा भवति तदा किं किं कार्यं कर्तुं शक्नुमः वा न कर्तुं शक्नुमः तदेव अपित् यदस्ति तस्य अपि गुणः भवति ओके गुणः इत्युक्ते केरेक्टरिस्टिक्स् अस्माकं गुणः अत्र पाणिनीयव्याकरणे गुणः इत्युक्ते वर्णाः अपि आगच्छन्ति इक् वर्णाः गुणकार्यस्य कृते वा वृद्धिकार्यस्य कृते सन्ति ओके अत्र तत् तदर्थं नास्ति अत्र ङित् इत्युक्ते केरेक्टरिस्टिक्स् ओके अस्तु भगिनि यावत्पर्यन्तम् अवगतम् आं भगिनि धन्यवादः भगिनि चन्द्रमती अग्रिम पेराग्राफ् पठतु. यस्मिन् प्रत्यये नकारस्य इत्संज्ञा अस्ति सः प्रत्ययः इत्. यस्य नकारः इत् सः इत्. इत् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति. तत् किं कार्यम् इति सम्प्रति उच्यते. अत्र उच्यते अत्र तावदेव अवगच्छन्तु अवगच्छतु. सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् इत् नास्ति तथापि नित् एव भवति. अतः यथा नित् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोतु. तच्च कार्यं किम् इति इदानीं पश्यामः. अस्मिन् प्रत्यये नकारस्य संज्ञा अस्ति सः प्रत्ययः नित् प्रत्यये नकारस्य इत्संज्ञा भवति तस्य नाम नित् इति वदति. नित् इति यस्य नकारः इत् सः इत् षकारः इत् अस्ति षित् इति वयं पूर्वम् उक्तवन्तः तादृशं नकारः इत् नित् नित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति. कुत्र कुत्र नित् प्रत्ययः अस्ति तत्र केचन विशिष्टकार्यं भवति. विषये अग्रे पश्यामः. परन्तु अपि विषये किम् उक्तमस्ति? हा, तत् किं कार्यमिति सम्प्रति इच्छति. अत्र तावदेव अवगच्छतु. सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् गित् नास्ति तथापि गित् इव भवति. सार्वधातुकम् अपित् अत्र पित् नास्ति तादृशमेव सार्वधातुकम् अपित् इति वदति. सार्वधातुकम् अपित् प्रत्ययः गित् प्रत्ययस्य समानकार्यं करोति. गित् नास्ति नास्ति अपि नित् कथं कार्यं करोति तादृशं सार्वधातुकमपि अपि कार्यं करोति. अतः यदा नित् प्रत्ययः कार्यं करोति तथा अपि प्रत्ययः अपि कार्यं करोति. तत् कार्यं किम् इति इदानीं पश्यामः. वयम् इदानीं पश्यामः सार्वधातुकमपि कथं नित् प्रत्ययसमानं कार्यं करोति. भागीरथी अग्रे पठति. पठामि भगिनि. इति सूत्रं नूतनसूत्रम् इदानीम् आगतं. किङ्ति च गुणबाधकं कथं भवति भगिनि? कि क क अस्ति न तस्य अर्ध उच्चारणं. किङ्ति च किङ्ति च गुणसूत्रम् अनुवृत्तिसहितं सूत्रं. कीति च इकः गुणवृत्ति न अत्र. यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः न भवति. गुणस्य वृद्धेः च बाधकं सूत्रम् इदम्. सम्पति सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ. ओके ओके इदानीम् अग्रे अग्रे न पठतु. एतदेव अवगच्छामः. कष्टमस्ति न अत्र. नीति च नीति च अत्र कस्य कस्य इत्संज्ञकवर्णः किं सन्ति अत्र? इकः भवती एव पठितवती न यः प्रत्ययः किं किम् अस्ति? कित् जित् कित् अथवा नित् अस्ति. इत्युक्ते तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति अत्र. एतस्य अर्थं किम्? यद्यपि गित् कित् नित् नित् विद्यमानकारणेन गुणः अथवा वृद्धिः भवितुम् अर्हति, परन्तु अत्र न भवति. अत्र न भवति भवति कारणं गुणस्य वृद्धेः च बाधकं सूत्रम् इदम्. गिति च इकः गुणवृद्धिः न, तत् सूत्रं बाधकसूत्रं, तत् कारणेन न भवति. गुणः वृद्धिः अथवा वृद्धिः न भवति, भवितुम् अर्हति अपि न भवति अत्र. यद्यपि भवितुम् अर्हति तथापि न भवति. किमर्थं न भवति? बाधकसूत्रम् अत्र गिति च इकः गुणवृद्धि न भवति, न इति बाधकसूत्रस्य आधारेण न भवति. कुत्रापि ककारस्य इत्संज्ञा अभवत् अथवा गकारस्य इत्संज्ञा अभवत् अथवा ङकारस्य इत्संज्ञा अभवत्. ओके, अतः नाम कृतं न ङित् कित् ङित् ङित् कित् ङित्. एतस्य ऐ मीन् एवं नाम कथम् आगतम्? कारणं गकारस्य अभवत्. गकारस्य संज्ञा भवति चेत् गित् नाम आगच्छति. ककारस्य संज्ञा भवति चेत् कित् नाम आगच्छति. संज्ञा प्रकरण अनन्तर प्रकरणस्य अनन्तरं गित् कित् गित् अस्ति भवति नाम आगच्छति. यदा तत्र इत्संज्ञा भवति एतेषां वर्णानां, तदा सूत्रम् आगच्छति ङिति च. बाधकसूत्रं गुणकार्यमपि कर्तुं न शक्यते, वृद्धिकार्यमपि कर्तुं न शक्यते. अवगतम्? ङिति सप्तम्यन्तं हलन्त्यं पदं, तस्य अर्थः एवं ग च ख च ङ च ते इत् संज्ञकवर्णाः. यस्य सः प्रत्ययः किङ् ऐ एम् नाट् एबल् टु प्रनौन्स् प्रापर्लि भगिनि. तस्मिन् इति सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म, तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च अत्र न भवति. ओके, सो दृष्टवन्तः. ओके भगिनि, ओके. यावत्पर्यन्तं सर्वे अवगतवन्तः भगिनि, बाधकसूत्रम् एव अत्र कार्यं करोति. गुणवृत्तिः वा करोति, बाधकसूत्रं कार्यं बाधयति. बाधयति बाधकसूत्रं कार्यं कर्तुं शक्नुवन्ति चेत् अपि न कर्तव्यम् इति कर्तुं कर्तुम् अवकाशः न ददाति. कर्तुम् अवकाशः एव न ददाति. ओके भगिनि, नमस्ते. किं किं पिता, वि केन् सी दट् की लेटर् नी लेटर्, वेर् इस् गि? किं पिता, ओके, अत्र सन्धिकार्यम् अभवत्. एकनिमिषम्, अस्माकं किम् अस्ति, च. ओके, इदानीं वयं किं कुर्मः? सर्वमङ्गला वर्णविच्छेदं करोतु. ककार ककार पुनः ककार नकार नकार अनन्तरम् इकार तत्र तु समस्या नास्ति ओके अत्र अहं किञ्चित् अग्रे स्थापयामि अवगमनम् अत्र सम्यक् भविष्यति इति तत्र तु समस्या नास्ति समस्या अत्र अस्ति ओके इदानीम् एतत्तु पूर्वं ग अस्ति आसीत् पूर्वं ग आसीत् ओके किम् अहं किं कृतवती न अक एकनिमिषं ग आसीत् क आसीत् न आसीत् ओके इदानीं गकारककारयोः सन्धिकार्यं तु कर्तव्यं न स्मरणे अस्ति ग मृदुव्यञ्जनमस्ति ग कर्कषव्यञ्जनमस्ति अतः चर्तसन्धि कृते किं सर्वं कण्डिशन् सेटिस्फैड् अतः गकारस्य ककारे परिवर्तितं भवति धन्यवादः सम्यक् प्रश्नमस्ति चिन्ता न कर्तव्यम् ओके अतः अहमपि अत्र इदानीमेव दृष्टवती ग च क च ङ इति उक्तम् अस्ति इत्युक्ते गकारस्य इत्संज्ञा ककारस्य इत्संज्ञा ङकारस्य इत्संज्ञा परन्तु यदा वयं लिखामः मिलित्वा तत्र तु सन्धिकार्यं कर्तव्यं कारणपत्र नित्यसन्धिकार्यं कण्डिशन् अस्ति न ओके ओके महोदय किन्तु अष्टाध्याय्यां ङिति च एव भवति पुनः वदतु अष्टाध्याय्या अष्टाध्याये ङिति च एव भवति एककारः एव भवति अत्र ककारः द्वौ न ङिति च एव भवति अत्र कारणमस्ति किमर्थमित्युक्ते महाप्राणः न प्रयुज्यते प्रायः अष्टाध्याय्यां प्रत्याहारमध्ये वा अनुबन्धवर्ण रूपेण न प्रयुज्यते पाणिनिमहर्षिणा देर् आर् ओन्ली वेरि फ्यू प्रत्ययास् दट् हेव् महाप्राण लैक् इन् सद्धिता आर् इन् सनादि प्रत्यय देर् आर् अ फ्यू दट् हेव् महाप्राण सो निति च दट् आक्चुलि सेस् ककार देन् महाप्राणककारः लोपः गकारः महाप्राणः गकारः लोपः न कवर्गीयवर्णाः एव ओ अत्र नीति च अत्र भवान् एव भवति सत्यं हा तदेव भवति इति च ओके इति च तत्र कारणमस्ति बिकास् इन् अष्टाध्यायी भगवान् पाणिनि डस् नाट् यूस् महाप्राण 99% of the time for any anubandha varna except for a few pratyayas which have like kyun is a krut pratyaya which has mahaprana kakara then you have shun which has mahaprana shakara asti gai atrapi mahaprana gakara agachati so there are very few pratyayas that have mahaprana as a anubandha varna so niti cha because it is akara then nakara antima varna asti कवर्गीयवर्णाः एव किन्तु अत्र महाप्राण वर्णाः लोपः भवति तत्कारणात् ङिति च एव प्राणः कथं हा ग अल्पप्राणः अस्ति अस्ति क अपि अल्पप्राणः एव तत्कारण अल्पप्राण एव प्रयुज्यते सो ओन्ली अल्पप्राण इस् यूस्ड् प्रोडामिनेण्ट्लि एस् अनुबन्धवर्ण इन् अष्टाध्यायी देर् आर् एक्सेप्शन् अपवादाः सन्ति तत्कारणात् एव ङिति च यत् अस्ति तत्र ककार अल्पप्राणककारः अल्पप्राणगकारः नकारः अनुनासिक सर्वदा अनु अल्पप्राणाः एव सो दट् इस् द रीसन् इट् इस् निति च ककारः तत्कारणात् अन्तर्भूताः एककारः गतं तस्मिन् विषये अहं किमपि न वदामि, कारणम् अत्र तु द्विवारं क क लिखितम् अस्ति, हा, परन्तु यदा वयं पश्यामः गकार अपि अल्पप्राणः, ककार अपि अल्पप्राणः, नकार अपि अल्पप्राणः, अतः महाप्राणस्य प्रश्नः कुत्र उदेति? तदेव मया नडुवाट् ऐम् सेयिङ्ग् पाणिनिमहर्षि डस् नाट् यूस् महाप्राण एस् अनुबन्धवर्ण 99% आफ् द टैम्. ओके, तत्कारणात् एव देर् आर् अपवाद, बट् तत्कारणात् एव ङिति च विन् यु टेक् ङिति च इट् इस् नकारप्रारभ्य नकारपर्यन्तम् इन्स्टेड् आफ् सेयिङ्ग् कू उदित् कवर्गीयवर्णाः हि यूसस् ककार गकार एस् अ टु एण्ड्स् मध्ये ये अल्पप्राणाः अस्ति गकारः तदेव अत्र अन्तर्भूताः महाप्राणाः आर् नाट् कन्सिडर्ड् दट् इस् वै इट् इस् ङिति च Maybe at the end of the class I will show you. It's gone above my head, so let me just go ahead with what is given over here. Atra yas kimapi dattamasti, asya adharena vayam agre gacchamaha. Atra pashyantu, ka ka ga ka na. Varna trayam asti, niti cha, sampurnam likhitam sarup mahodayena. अत्र अष्टाध्याय्यां तु वयं पश्यामः एकक अदृश्यम् अभवत् ङिति च इति, कारणं तस्य उच्चारणमपि वयं न कर्तुं शक्नुमः, ङिति च एवं न वक्तुं शक्नुमः. अनन्तरं पठित्वा अवगच्छामः एतस्य सूत्रस्य. अनन्तरम् अष्टाध्याय्यां पठन्तु, हा, यत्किमपि अवगच्छामः तस्मिन् समये. इदानीम् अग्रे गच्छामः, यावत्पर्यन्तं तु अवगतं न, गकारः यदस्ति, ककारः यदस्ति, नकारः यदस्ति, तत्र तु इत्संज्ञकवर्णाः भवन्ति चेत् गित् कित् ङित् इति नामानि आगच्छन्ति. ओके, तदनुगुणम् एतस्य सूत्रस्य अवकाशः प्राप्नोति. तत्र तु गुणकार्यं वा वृद्धिकार्यं द्वयोः निषेधः भवति. ओके, प्रश्नाः सन्ति, हा, अग्रे गच्छामि. चलो, एव आदेशः अनसूय भगिनी किञ्चित् उच्चैः वदतु, अहं न श्रोतुं शक्नोमि, पुनः वदतु आरम्भम्. अत्र सूत्रस्य गकारः अस्ति खलु, तत्र अस्ति खलु, अहं पश्यामि गकारः ककारः नकारः तत्र गकारस्य ककारः भवति बाधकसूत्र बाधक सन्धिः अस्ति खलु, ककारस्य तृतीयवर्णस्य प्रथमवर्णः आगच्छति, तत् सन्धि भूत्वा सि क आगच्छति इति अहं वा अहं भवत्याः प्रश्न एव न अवगतवती. अत्र महोदय भवान् अवगतवान् वा सा किं पृच्छति? अनसूया महोदय वदति अत्र नकारस्य पूर्वम् अत्र ककारः गकारः नकारः इति क्रमः, अत्र नकारः पूर्वं गकारः अस्ति इति कारणात् गकारस्य ककारः इति सन्धिकार्येण अभवत् इति वदति. आम् आम्, अतः अत्र ककाराद्वित्वम् अस्ति, एकककारः गकारस्य ककारः, एकककारः ककारस्य ककारः, द्वित्वं ककारः अस्ति, तदर्थं गकारस्य ककारः भवति इति सूत्र सूत्र फस्ट् वर्गीयव्यञ्जन फस्ट् वर्ग व्यञ्जन दट् इस् दृष्ट्वा थर्ड् व्यञ्जन कम्स् बेक् टु फस्ट् पूर्व सुवर्णसन्धि वा भगिनि किमपि न श्रूयते भगिनि न श्रूयते वा इदानीं श्रूयते वा इदानीं श्रूयते पूर्णिमा भगिनी देर् इस् वन् सूत्र विच् सेस् प्रथमवर्ण वर्गीयप्रथमवर्णः तृतीयवर्णः भवति दट् इस् जस्व सन्धि रैट् जस्व सन्धि चत्वसन्धि चत्वसन्धि भूत्वा इति अहं मन्ये चत्वसन्धि वाट् इट् डस् चत्वसन्धि भूत्वा अवगतम् इन् अष्टाध्यायी डाट् काम् दे हेड् गिवन् दट् किञ्चित् देर् वि केन् सी दट् विशेषः दे हेड् गिवन् दे हेड् एक्स्प्लेन् ऐ थिङ्क् डौन् डौन् लिटल् विट् डौन् विशेषः लिटल् विट् डौन् नेक्स्ट् नेक्स्ट् नेक्स्ट् नेक्स्ट् नेक्स्ट् नेक्स्ट् नेक्स्ट् नेक्स्ट् विशेषः इति हियर् विशेषः देर् देर् अन्लि विशेषः देर् लिटल् बिट् अप् अप् अप् लिटल् बिट् अप् लिटल् बिट् लिटल् बिट् अप् नो नो नो कम् डौन् कम् डौन् स्टिल् डौन् देर् लिटल् बिट् डौन् before english meaning before english before meaning there visheshah gkara gapni ha ka nit kharicha the chartva kakara there chartva kakara that is what I told you that gkara I forgot chartva chartva sandhi iti this is chatvasandhi and then we are doing katham etat one ka disappears that is shown here ka nga nit yaronu nasike nu nasiko va etasya upayogena one ka there anunasika anunasika adeshe nyakara okay so whatever that sutra is telling you to do according to that they have cancelled out one okay and then ka nga sutra sami lopah so iti madhya madhya ngakarasya lopah atah atra what anusuya was asking was very valid anusuya magni atra pashyatu ककारस्य ककारः अभवत् चर्तसन्धिकारणेन ओके अनन्तरं ककारः यत् अस्ति दिस् ककार रिमेण्ड् हियर् स्टडि एतस्य ककारस्य नकारः अभवत् अनुनासिक भवति अनुनासिकवर्णं तदनन्तरं नकारद्वयमागतं न एकस्य ककारस्य नकारस्य लोपकार्यम् एतस्य सूत्रस्य आधारेण अभवत् ओके एवं नीति च नीति वन् नकार डिसपियर्ड् लोपकार्यं कृतं देट् इस् हौ यु गेटिङ्ग् योर् अनुनासिको hello mam yemi sopah that all we didn't know no. that's why I couldn't we don't know these sutras okay par atra vayam drishtavantah sarva mangala dhanyavadah ha dhanyavad okay so we are all learning okay one person asked the question, somebody else has a kind of a solution. अत्र कोऽपि उक्तवन्तः खलु एतत् पठनार्थं कथं ध्वनिः भवति इति. अत्र स्पीकर् अस्ति खलु नीति च इति. एतत् स्पीकर् स्पीकर् टच् कुर्मः चेत् एतत् आगच्छति एव ध्वनिः. ओके, शृण्वन्तु. ओके, समाधानम् उच्चारणार्थम्. ओके, चन्द्रमती भागीरथी, हू वास् द वन् हू आस्क्ड्? अत्र मकारद्वयम् आगतम् अनन्तरम् एकं लोपः भवति वा? अतः गुड् गुड् क्वश्चन् दिस् वास्. ऐ एम् वेरि हेपि बिकास् ऐ डिण्ट् नो. ओके, बहु उत्तमरीत्या पाठयति महोदय. एतत् अस्माकं मनसि किम् अस्ति एतत् सर्वं ज्ञात्वा पाठयति, बहु समीचीनमस्ति. धन्यवादः. परन्तु मम मनसि किम् अस्ति तदपि अहं पठितुम् इच्छामि. अतः सर्वमङ्गलः. अस्माकं किं संथिङ्ग् उद्घाटनं कृतवती, वेर् टु सर्च् फार् दि आन्सर्. ओके, एवं मिलित्वा पठामः चेत् सर्वेषां कृते लाभाय भवति. ओके, चलो इदानीं कस्याः पर्यायः? अनुसूया, भवत्याः एव पर्यायः इदानीम्. आं महोदय, पठतु. पिङ्गति सप्तम्यन्तं हलन्तं पदं, तस्य अर्थः एवं ग च क च ञ च ते इत्संज्ञकवर्णाः यस्य सः प्रत्ययः नित् किनित् तस्मिन् इति. सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वम् अभवति स्म, तस्मात् प्रत्ययात् पूर्वम् इकगुणः च वृद्धिः च न भवति. सूत्रम् एतदेव आगच्छति चेत् गित् नित् गित् आगच्छति चेत् तत्र गुणः या वृद्धिः अङ्गस्य गुणः या वृद्धिः न भवति इति सूत्रस्य अभिप्रायः. ओके, अग्रे पठतु. पञ्चम षष्टम सार्वधातुकम् अपित्. सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः नित् इव अस्ति. अतः यत् कार्यं नित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. उदादिगणे शविकरणप्रत्ययः अपित् अस्ति, अतः नित् इव कार्यं करोति, नाम गुणबाधकं कार्यं करोति, गुणः न भवति. ओके, इदानीम् अवगतं सार्वधातुकम् अपित् एतस्य अर्थं किम् आगच्छति वदतु. आम् महोदय, आं महोदय, आं भगिनि. नै नै, अनिल् अस्ति न अथवा मित्रं? अस्मि महोदय. वदतु, इदानीं पठतु अग्रे सप्तमबिन्दु. गुणाभावे वर्णमेलने लिख् प्लस् अ प्लस् पि लिखति इति भवति. तर्हि सारांशः एवं, यत् यत्र विकरणप्रत्यये पकारः नास्ति तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवृद्धा भवति. तुदादिगणे विकरणप्रत्यये गुणार्थं प्रेरणादायकशकारः अस्ति, किन्तु स च सकारः स्वस्य कार्यं कर्तुं न अर्ह, यतः इत् संज्ञकपकारस्य अभावे गुणार्थं बाधा भवति. ओके, वदतु किम् किम् अवगतम्? अत्र सारांश एव, तुदादिगणे विकरणप्रत्यय सित् अस्ति परन्तु पित् नास्ति. सित् कारणेन प्रेरणादायिनी शक्तिः अस्ति कार्यार्थं परन्तु पकारस्य अभावे पित् नास्ति चेत् गुणकार्यं अवरुद्ध बाधयति बाधयति पकारः नास्ति इत्युक्ते द्वारं तु उद्घाटितं परन्तु टिकेट् नास्ति अवगतं द्वारं तु उद्घाटितं परन्तु टिकेट् अस्ति चेत् गन्तुं शक्नुमः अत्र टिकेट् एव नास्ति पकारः नास्ति अहं किञ्चित् संशयः अस्ति अत्र ककार गकार ककार नकार इति त्रयः वर्णः मेलनेन शब्दरचि अस्ति अत्र सप्तमी एकवचने किमर्थं बहुवचनं किमर्थं नास्ति अत्र पदं किम् अस्ति तत् स्वीकृत्य वयं किं विभक्तिरूपं निर्माणं कुर्मः ओके ककारस्य गकारस्य ककारस्य ङकारस्य संज्ञा अस्ति अतः ककारः अन्तिमवर्णः भवति ओके अतः अस्माकं पदमस्ति ङित् ङित् अतः पदस्य सप्तमी विभक्ति ङिति ओके अस्तु परन्तु महोदय अत्र केवलं वर्णकार्यम् अभवत् अथवा सन्धिकार्यमेव अभवत् अत्र समासः न समासः अस्ति चेत् एव अत्र बहुवचनं भवति समासः न यदि समासः न तर्हि गित् गित् किमर्थम् आगच्छति अत्र समासः केवलं सन्धिकार्यम् अभवत् समासः नास्ति अत्र यदि समासः नास्ति देन् गित् कित् हौ केन् वि इण्टर्प्रेट् यु केन् न महोदय यु केन् हेव् अ सन्धिकार्यं वितौट् बीङ्ग् अ समास इत्यर्थ समास सन्धिकार्यं दट् इस् फैन् दट् इस् फैन् ऐ डोण्ट् हेव् अ डौट् देर् सी हियर् वि आर् ट्रीटिङ्ग् इट् एस् गित् कित् नित् सो द इत् वि आर् ट्रैङ्ग् टु एड् टु आल् द थ्री सो इट् इस् स्टिल् अ समास ओन्लि इट् ओन्लि स्टिल् सन्धिकार्यम् ओन्लि नाट् अ समास समासः नास्ति then why are we adding it there is no vibhakti roopam for the kakara gakara nakara there is no vibhakti roopam there we'll do that later namam na abhavat ha okay anil idanim bhavyah nama eva swikurmaha anilah okay atra aham वर्णानां योजनं कृतवती अत्र अहं बहुवचनम् उपयोगं करोमि वा न करोमि न ओके अत्र बहुवचनस्य समस्या एव नास्ति तदेव यदा अहं गकार गकार ककार नकार एतयोः वर्णयोः मेलनं करोमि अतः ककारस्य ककारे परिवर्तितं भवति कारणं मेलनं करोमि तत्र तु सन्धिकार्यम् आगच्छति ककारः अनन्तरं नकारः इदानीं वर्णमेलनं कृत्वा अहम् अन्तनिर्णयमपि कृतवती ककारः इदानीं मम नूतनपदमस्ति किमत् शक्यतां तत्र तु इत् अस्ति न अधिकम् इत् ओके सर्वम् अत्र क ङ क क ङ किं हलन्तवर्णाः सन्ति, अतः वर्णमेलनम् अहं करोमि चेत् किम् आगच्छति, क ङ इ मम पदनिर्माणं तु अभवत्, इदानीं ङित् यदस्ति मरुत् इव चलति. अनन्तरम् अनन्तरम् अवगच्छामि. इदानीं पदं तु निर्मितमस्ति, तत्र विभक्तिरूपं योजयामः, अतः सप्तमी विभक्ति निति इति आगच्छति. ओके महोदय, अत्र एक अन्य समाधानमपि अस्ति. यदा वयम् आदिर्निटुडवः इति स्वीकुर्मः चेत् अत्र नी टु डु अत्र सर्वत्र स्वराः सन्ति, अतः अत्र संयोगः नास्ति. यदा प्रत्याहारं स्वीकृत्य हल् इति वदामः चेत् अत्र संयोगः हकारप्रारभ्य अत्र मध्य माहेश्वरसूत्राणि मध्ये यत् हकारः दत्तमस्ति तत् उच्चारणार्थमेव हकारः एव अस्ति. अतः वेन् इट् इस् संयोगः अनन्तरात् हलः, वेन् देर् इस् नो अवसान आर् एनी स्वरा इन् बिट्वीन् हल् वर्णाः, देन् इट् इस् ओन्ली देर् आर् संयोगः. सो गकार ककार ङकारः अत्र संयोगः एव, अत्र अवसानमपि नास्ति, देर् इस् नो स्वराः. सो देर् विल् नाट् बि अ समास हेपनिङ्ग् देर्, इट् विल् ओन्ली बि अ सन्धिकार्य. सो वि ओन्ली से हलि आर् झलि. अच् वर्णे अचि परे अत्र अकारः अस्ति खलु, अकार आकार सर्वे अस्ति अत्र, अचि परे एव वदामः. Now your logic applies, huh? Ach, yadasti, huh? Mahoday has given a very nice example. Ach, yadasti, tatra api bahu vachanam svikartavyam na? A, E, U, R, L, A, O, I, O, sarvam agachyati. Tatra Mahodaya, we have brought in one representation for all of them. But atra representation nasti, de sakshat api asti. Mahodaya, अच् अत्र गकार गकार सि प्रत्याहार डसिन् मीन् ओन्ली दट् कम्स् फ्रम् माहेश्वरसूत्राणि. सो हियर् आल्सो इट्स् अ रेप्रसेण्टेशन्. एवं तु अत्र संयोगः अस्ति, सिम्पल् रीसन् संयोगः. इट् इस् नाट् देर् इस् नो अवसान आर् देर् इस् नो स्वरा इन् बिट्वीन्. सो यु टेक् द आदिर्निटुडवः, नी नकार इकारः, तु तकार उकारः स्वरः अस्ति, डु नकार उकारः, तत्कारणात् अत्र समासः भवितुमर्हति. दट् इस् वै इट् इस् आदिर्निटुडवः इति अस्ति. हा तत्र बहुवचन अपि अस्ति वा? अत्र एव समाधानं वदामि महोदय. अत्र देर् इस् अ स्वरा इन् बिट्वीन्, इट् इस् नाट् अ संयोग. अत्र गकार ककार नकार इस् ओन्ली अ संयोग. ओके, आल् दिस् अट् दि एण्ड् इस् इत्. सो इत् इस् अन् अनुबन्ध देर् just like no, ach ach in adit ni tudava also ni tudava sayoga eva sayoga hana sayoga hai sanyasi sayoga idukte dvau hal varna yoho madhye kopi avasana hava kopi swara hava na bhavati tateva sayoga ata atir ni tudava yat asti atra ni iti asti nakara ikara asti tadanantaram takara agacchati नकार टकार मध्ये इकारः अस्ति, स्वरः अस्ति, अतः तत् संयोगः नास्ति. सो गो चेक् संयोग संज्ञा महोदय, विल् बि क्लियर्. ओके, सो वाट् आर् यु टेलिङ्ग्, इफ् इट् इस् अ संयोग इट् बिकम्स् एकवचनम्, अदर्वैस् इट् इस् बहुवचनम्. ओन्ली विनिबर् संयोगः, इट् इस् टेकन् ओन्ली अ संयोग एकवचनम्. अचि हलिपरे जलिपरे. See, for example, ik varnaha. Yeah, ikaha. Ach and other things are not sanyoga, right? They are sanyoga. They are sanyoga. How it is sanyoga there? So, tadeva maya uktam. Atra ach, which is there, is a separate part. Atra ach yatasti, there it is only akara. Akara. So, ach is different. Whereas everywhere else, so the principle of anubandha varna is used and the entire thing is taken as a pratyahara. So, when you take the Mahesh Sutra, and you look at all the vyanjanani, atra akaraha uccharanartameva dattam asti. So when you say hal, you don't add hakara. You don't have hakara plus akara, you add only hakara. When you say yanasandhi, you don't add yakara plus akara, you add only yakara. So it is a sanyoga there. Then we could have done sanyoga here also like that, right? Why it is not here then like that? There is no sanyoga. There is sanyoga, no? No, then akara also should have been there in between, right? There. No, there is no sanyoga. That is why it is sanyoga. There is no akara, that is why it is sanyoga, Mahodaya. Atra gakara kakara madhye, opi avasana hana. That's where the confusion is. One place you are telling even akara is there, it is sanyoga. Another place you are telling no, akara is not there. I told you. No, you didn't listen to me, Mahodaya. In the Maheshwara Sutrani, till the Achvarnaha, it is one group. Okay, then after that, all the Vyanjanani, they are all, akara is there only for Uchcharanam. So whenever you use that, whenever you use the Vyanjanani, they are only taken as Sanyogaha. So that is why the Gakara, Kakara, Gakara, Yatasti, Atra, It, Sarve It, so it is only Ekavachanam, because it is Sanyoga. It is not, Samasa cannot happen there. You can have a Sandhikarya. No, there, see, in Maheshwara Sutrani, you are telling for Uchcharana, they have taken Akara. So here I am asking that why they have not taken Akara, because here also Uchcharanam problem is there, right? So no, please understand, when you say Git or Kit, is there a Kakara and Akara Sahit? Akara Sahit Bhavati Va, Kit Madhya. For example, if you take Lashakpa Dantite, if you take Sutra and you take any, let us say Lang Lakara Madhya, Nakara is the end. Nakara Sahit Bhavati. Only nakara, nakara akara nasti kalu atra. Akara sa itma bati vatra. Na bati. Nakara eva itma bati. So only what becomes it only you can say here, na? Atra, tudari gana madhye, vikarana pratyekim asti, shakara. Atra shakara asti, akara api asti. Atra shit eva vadamaha, kimattam shakara eva itchanya bati. Akara sa itchanya na bati. Should I say shati iti vaktum na shakite, kalu? Chitema vaktum shakyate. You can only take without the swara. You can't take the swara inside it. Shatiti vaktum shakyate va. Shakara si it. Kimartam shit, kimartam shatina. Kimartam it. Shakara si eva it bhavati. Shakara plus it is a shit only. Na? It you are adding. So, atra, is it gakara is it or gakara plus akara is it? Atra, nit madhya. That is fine, but that is not the problem. Question. The problem is we are adding all the three together, right? Yai pare is another sutra that is there. Yakara parde, yakara pariyantam. Theek hai, maybe I'll do little research offline. I'm not convinced. No, go ahead. Okay. Yeah, that's fine. You can read and convince yourself, please. Okay. Some things you'll have to accept and leave. Okay. Agri Kachamaha? Now it's your turn. Anil. Haam. Purna Sutra Artham. Haan. Oh, okay. Dada. Okay, Purna Sutra Artham. पूर्णसूत्रार्थ सार्वधातुकम् अपित् सार्वधातुकमपित् कमपित् सार्वधातुकं यद् अपित् तद् निद्वत् भवति सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदम् इदं सूत्रं गाङ्कुटादिभ्यो निनित् इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् एकनिमिषं हा वन् टु वन् एतस्य उच्चारणमेव कष्टम् अस्ति वन् टु वन् ओके उच्चारणं कथम् गाङ्कुटादिभ्यो निङित् ओके गाङ्कुटादिभ्यो निङित् ओके अवगतम् गाङ्कुटादिभ्यो निङित् उच्चारणं भवति हा हा गाङ्कुटादिभ्यो निङित् परन्तु एतस्य सूत्रस्य विषये किमपि चिन्ता मा कुर्वन्तु अत्र केवलं नित् अनुवृत्ति अस्तु अस्तु महोदय निति च य प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति ग च क च न च तेषाम् इतरेतरद्वन्द्वः ङः कः कः इतः यस्य सः ङित् तस्मिन् परे ङिति द्वन्द्वगर्भबहुव्रीहिसमासः अत्र ग स्थाने ककार खरिच इत्यनेन चत्वसन्धिः किन्ति सप्तम्यन्तं च अव्यपदं द्विपदम् इतं सूत्रम् इको गुणवृद्धिः इतस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धिः न अवगतं महोदय अत्र मम संशय उत्तरमस्ति शङ्कायाः उत्तरमपि प्राप्तं हा ओके अत्र अत्र बहुव्रीहिसमासः अस्ति ओके इदानीं वदतु किम् अवगतं हा सो अत्र सूत्रे सूत्रस्य विश्लेषणम् अस्ति यः प्रत्य अत्र किङ्किति च सूत्रे द्विपदं सूत्रं प्रथमं निति अन्यत्र च इस् अव्ययं निति इस् सप्तमी द बेस् वर्ड् इस् गकार ककार नकार इतरेतरद्वन्द्वः नः इति शब्दः निर्माणं कृतः सो नूतनशब्दः इत् योजनेन तस्मिन् ङित् इति नूतन एकः एव शब्दः एण्ड् तस्मिन् सप्तमी विभक्ति निति इति अहम् अवगतम् एण्ड् अत्र गकार ककार नकार प्लस् इत् द्वन्द्वगर्भबहुव्रीहिसमासः पूर्वस्मिन् भागे द्वन्द्वसमासः अस्ति उत्तर उत्तरभागे इत् इति अस्ति एण्ड् सामान्यतया समासे विभक्तिरूपस्य उपयोगं न कुर्मः प्रातिपदिकनिर्माणमेव कुर्मः अवगतं महोदय तदनन्तरं विभक्ति योजयामः ङित् इति अस्माकं हस्ते नूतनप्रातिपदिकम् आगतं तस्य तु प्रथमाविभक्ति अपि समानमेव भवति सप्तमी विभक्ति ङिति इति भवति समासकारणेन एकमेव पदम् अस्ति ओके ओके इदानीं सर्वेषां कृते तु अहं चिन्तयामि समाधानम् अभवत् हा कारणं स्पष्टीकरणं वयं पठामः चेत् तदा एव अस्माकं कृते अपि समाधानम् आगच्छति हा प्रश्नं तु उदेति सम्यक् अस्ति परन्तु अत्र आर्ग्युमेण्ट् बहु सम्यक्तया सरलतया वयं प्राप्तवन्तः न ओके ओके अग्रिमभागः अग्रिम अवसरे पठामः हा ओ ये समापयामः आम् आं महोदय पाणिनीयसूत्राणि षड्विधाः संज्ञा च परिभाषा च विधिः नियम एव च अतिदेशो अधिकारः च षड्विधं सूत्रलक्षणम्। निति च निषेधकं सूत्रं, नाम अनेन कार्यं निषिध्यते। निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति। सार्वधातुकं पित् कमपित् कीदृशं सूत्रम् तत्तु द्रष्टव्यम् अथवा अवगतं वा न एतस्य प्रश्नस्य उत्तरम् अग्रिम अवसरे अत्र अत्र तत्र विधिसूत्रमस्ति खलु सर्वदातुकमपि विधिसूत्रमस्ति एतत् वयं तु अहं चिन्तयामि कापि पेस्ट् कर्कर् एतत् वाट्साप् द्वारा प्रेषयतु महोदय एतत् बहु मुख्यमस्ति खलु षड्विधाः सूत्रलक्षणम् अस्माकं करपत्रम् अस्ति महोदय करपत्रमस्ति एतत् एतत् बहु मुख्यमस्ति खलु अतः एव यदा एतत् कारिका अस्ति एतस्य अवगमनेन अथवा कण्ठस्थीकरणेन सर्वदा अस्माकं मनसि सूत्रलक्षणविषये किं वाट् आर् द केरेक्टर्स् तत् स्मरणे स्थापयितुं शक्नुमः केरेक्टर्स् न कति विधानि सूत्राणि सन्ति संज्ञासूत्राणि परिभाषासूत्राणि विधिसूत्राणि नियमसूत्राणि अतिदेश अधिकार एव षड्विधं सूत्रलक्षणम् इत्युक्ते ओके तत् इदानीं कथं कापि पेस्ट् कर्तव्यं वाट्सप् मध्ये स्थापयतु अहं न जानामि एतत् कथं कर्तव्यम् करपत्रे पूर्वमेव अस्ति खलु ओके चलो ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः धन्यवादः पुनर्मिलामः अहं बहु सम्पूर्णकरपत्रस्य पठनं एकस्मिन् दिने एव एकस्मिन् वर्गे एव अभवत् ओके Hats off to all of you for doing it today. धन्यवादः महोदय।